नमस्कारः. अद्यतन व्याकरणवर्गे चिन्तनवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति धातुपाठे हल्सन्धिः. अत्र तस्मिन्नत्र अनुनासिकान्तधातूनां विषयः प्रवर्तमानः अस्ति. अत्र एकवारं पुनः स्मरणरूपेण सूत्राणि दृष्ट्वा अग्रे गच्छेम. इदानीमत्र महोदय, भवान् आरम्भं कर्तुम् इच्छति वा? हां, करोमि महोदय. तत्र अनुनासिकान्त धातोः विषये चत्वारि अङ्गकार्याणि सन्ति, अपि च द्वे सन्धिकार्याणि अपि च सन्ति. प्रथमं तु अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि इति सूत्रेण वन् धातोः अनुनासिकान्त अनुदात्तोपदेशधातोः अनुनासिकान्त तनादिगणीयधातोः अनुनासिकस्य लोपः भवति झलादि कित् ङित् प्रत्यये परे इति अस्ति. अत्र आहत्य पञ्चदश धातवः सन्ति, वन् इति साक्षात् अत्र उक्तम्, अपि च यं रं नं गं हन् मन् इति अनुनासिकान्त अनुदात्तोपदेशधातवः, अपि च तनु क्षिणु क्षणु ऋणु तृणु घृणु वनु मनु इति तनादिगणीयधातवः. येषु एतत् सूत्रं प्रवर्तते, अनेन अनुनासिकस्य लोपो भवति इति प्रथमम् अङ्गकार्यम्. द्वितीयं तु जनसनखनां सञ्जलोः इति सूत्रेण जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारादेशः भवति, झलादि सन् प्रत्यये परे इति एकं निमित्तं, झलादि कित् ङित् प्रत्यये परे इति द्वितीयम्. अत्र अस्माकं विवक्षायां झलादि कित् ङित् प्रत्यये परे इत्येव अस्ति इति सन् जनसनखनां सञ्जलोः इति अत्र त्रयः धातवः विषये अस्मिन् सूत्रं निर्मितमस्ति इति द्वितीय अङ्गकार्यमस्ति. तृतीयं तु अनुनासिकस्य क्विज्जलोः ङिति इति सूत्रम्. अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति क्वि च झलादि कित् ङित् प्रत्यये परे इति. एतत्तु सामान्यसूत्रमस्ति. अवशिष्टधातवः इत्युक्ते अनुदात्तोपदेशवनतितनोत्यादीनाम् इति सूत्रे पञ्चदश धातवः, तस्य प्रवृत्तिः भवति धातुषु, तस्य प्रवृत्तिः भवति. जनसनखनां सञ्जलोः इति सूत्रस्य प्रसक्तिः. त्रयः त्रिषु धातुषु भवति तस्य प्रवृत्तिः. तान् विहाय अवशिष्ट धातुषु अनुनासिकस्य क्विज्जलोः ङिति इति सूत्रस्य प्रसक्तिः भवति इति तृतीय अङ्गकार्याणि अङ्गकार्यम्. चतुर्थं तु गमहनजनखनघसां लोपः किङि किङित्यनङि किङित्यनङि इति सूत्रम्. अत्र अजादि कित् ङित् प्रत्यये परे गम् हन् जन् खन् घस् इति येषां पञ्चधातूनाम् उपधायाः लोपः भवति इत्यपि अत्र अनुनासिकान्तधातवः विषये चतुर्थ नियमः अस्ति एतत्. आहत्य अनुदात्तोपदेशवनतितनोत्यादीनाम् इत्यनेन अनुनासिकस्य लोपः भवति पञ्चदशधातुषु. झनसनखनां सञ्जलोः इत्यनेन नकारस्य स्थाने आकारादेशः भवति त्रिषु धातुषु. अनुनासिकस्य क्विज्जलोः ङिति इत्यनेन उपधायाः दीर्घादेशः भवति अवशिष्टधातुषु. अपि च गमहनजनखनघसां लोपो इति सूत्रेण पञ्चसु धातुषु उपधायाः लोपः भवति अजादि कित्मित् प्रत्यये परे. पूर्वं त्रयं तु झलादि कित्मित् प्रत्यये परे, अत्र तु अजादि कित्मित् प्रत्यये परे इति चत्वारि कार्याणि अङ्गकार्याणि भवन्ति. बहु समीचीनं महोदय. इदानीम् अन्य कोऽपि आगतवान् वा? अन्य कोऽपि अस्ति वा? न महोदय, विद्याभगिनी गतवती. हा, गतवती वा? मम सम्पर्कः भङ्गः अभवत्, अतः अहं पुनः आगतवती. अस्तु अस्तु भगिनी, भवती वक्तुं शक्नोति वा भगिनी? मा भगिनि? आं महोदय, गायकः सम्यक् श्रूयते वा इति न जानामि. सम्यक् श्रूयते एव, परन्तु वक्तुं शक्नोति चेत् अवश्यं, नो चेत् चिन्ता मास्तु. वदामि महोदय, यदि खासः आगच्छति तर्हि न वदामि. अस्तु अस्तु भगिनि, अस्तु अस्तु. इदानीम् अत्र एकवारम् अत्र अन्यसूत्रद्वयम् अपि अस्ति. सरला भगिनी, भवती किञ्चित् अत्र सूत्रद्वयमपि किञ्चित् प्रतिपादयति वा? अस्तु. मकारान्तपदत्वे सति मस्थाने नकार भवति. मोनो धातु इति सूत्रस्य मकारान्तधातुः अस्ति, तद् नकारो आदेश भवति. अन्यम् अस्ति मकारान्तात् अपतत्वे सति मस्थाने नकार. मोश्च इति सूत्रेण मकारान्तधातव यदि वकारमकारपरे अस्ति तत् नकार आगच्छति. मकारपरे भूत्वा तस्य पदान्ते भवति, पदान्ते नास्ति. अत्र द्वे धातो तयोः मकारान्तधातो अस्ति, किन्तु मोनो धातु पदान्ते कार्यं करोति, मोश्च धातु अपदान्ते कार्यं करोति. तस्य निमित्तम् अस्ति मकारवकारपरे. मकारवकारपरे, अस्तु भगिनि. इदानीं किं कुर्मः अत्र? अत्र वयं गम् धातुः गम् धातुं वयं गतसप्ताहे दृष्टवन्तः, यङ्लुके अत्र जङ्गम् इति. इदानीम् अत्र क्षिणु इति धातुः अस्ति, तं पश्येम. अत्र करपत्रे किञ्चित् दत्तमस्ति क्षिणु कृते. हेमा भगिनी प्राप्तवती वा अत्र कुत्र अस्ति इति? अत्र क्षिणु विषये किञ्चित् महोदयः स्थापितवान् अत्र यकारान् अत्र आस्टरिस्क् इति दत्त्वा किञ्चित् स्थापितवान्. पठामि. अत्र निमित्तत्वात् नत्वम् अग्रे प्रक्रियवशात् यथासङ्गं नत्वं कर्तव्यम्. अतः क्षन् क्षिन् रन् ऋन् इति मूलधातवः न तु क्षिन् क्षन् क्षिन् रन् ऋन्, किन्तु कण् धातुः स्वभावेन नकारान्तः. चेक्षिन्योगः ति अत्र नकारस्य नश्चापदान्तस्य जलि भूत्वा चेक्षिन् इति भवति. अपि च चेक्षिन्योगः ईति अत्र नत्वं भवति अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण इति उल्लिखितमस्ति. अत्र नत्वविषये उक्तम् क्षिण् इति धातुः चेक्षिन् इति यङ्लुक् धातुः, तत्र मूले नकारः एव आसीत्. मूलधातवः तु नकारेण अन्तर्भूतः न तु नकारेण. नकारः आयाति प्रसङ्गवशात् यत्र नोणः ऋषाभ्यां नोणः समानपदे नो चेत् अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण यदि आगच्छति तत्र नत्वं भवति, नो चेत् नकारः एव तिष्ठति इति दत्तं. परन्तु तत्र कण् धातुः मूले अपि नकारान्तः एव, तत् नूतनमासीत्. अहं चिन्तितवती सर्वत्र नकारः, नकारस्य मूलं नकारः एव, यथा वयं शकारस्य सकारः इति चिन्तितवन्तः तादृशमेव भवति इति मम चिन्तनमासीत्. अत्र केचन धातवः सन्ति किल भगिनि, यत्र णत्वं मूले अस्ति परन्तु नकारः भवति, यथा नश् धातुः, नम् धातुः, अत्र द्वयोः कृते नकारः, अत्र द्वितीयवर्णः, अत्र तु द्वितीयवर्णः, तादृशस्थितिः अस्ति. अस्तु अस्तु, अन्य कोऽपि अस्ति वा? अस्तु, मणिमहोदय आगतवान्. मणिमहोदय, नमस्कारः महोदय. अस्तु, इदानीं किं कुर्मः? सरला भगिनी भवती आरम्भं करोति वा? अत्र क्षिन् धातुः, अत्र यङ्लुकि चेक्षिन् अस्ति. अस्तु, टेक्षन् योगः अस्ति लट् लकारे प्रथमपुरुष एकवचन तिप् अस्ति, अतः गुण झलि अस्ति, गुणकार्यं भवति पुगन्तलघुपदस्य ई सूत्रेण. तत्र इकारस्य स्थाने एकार आगच्छति, चेक्षेन् योगति भवति. इदानीं नश्चापदांस्य झलि इति सूत्रेण कार्यं करोति, कारणं कि इति पूर्वसूत्रम् अस्ति. नकारस्य स्थाने अनुस्वारः आगच्छति, नेक्षेन् योगति भवति. तदनन्तरम् अनुस्वारस्य ययि परसवर्णम् पुनः नकारस्य अनुस्वरस्य नकारः आगच्छति, तकारपरे अस्ति, चेक्षेन् योगति चेक्षेन्ति इति निष्पन्नं भवति. अत्र अत्र एकनिमिषः भगिनि, वदतु भगिनि, अत्र किमर्थमत्र यथा पुगन्तलघुपधस्य च इत्यनेन गुणः भवति, तदनन्तरम् अत्र यः नकारः अस्ति सः नकारः णकारः किमर्थं न भवति इति तस्मिन् विषये इदानीं भगिनी पठितवती. नश्चापदन्त झलि इति सूत्रेण त्रिपाद्याम् अष्टमध्यासे तृतीयपादे अस्ति, अट्कुप् वाङ्नुं व्यायेपि अपि तृतीय अष्टाध्यां अस्ति, किन्तु चतुर्थपादे अस्ति, परसूत्रम् अस्ति. सो पूर्वसूत्रं बलवत् भूत्वा तस्य कार्यं प्रथमं भवति, अतः अट्कुम्वाङ्क्यस्य प्रसक्तिः अस्ति, परप्राप्तिः नास्ति. अत्र बलाबलप्रसक्तिः अस्ति वा, नो चेत् किमपि अन्यत् अन्यः विषयः अस्ति वा भगिनि? अत्र पूर्वत्र बलाबलविष पूर्वत्र सिद्धमित्यनेन किं भवति? अत्र पूर्वत्र सिद्धम् इत्यनेन वदतु, कार्यसिद्धं भवति, अतः पुनः अट्कुप्वाङ्गितस्य प्राप्तिः न न इदानीं तु विषयः अस्ति यदा पुगन्तलघुपधस्य च इत्यनेन गुणः अभवत् तदनन्तरम् अत्र नकारस्य णत्वं भवति वा इति. आम्, नकारस्य नत्वं भवितुं शक्नोति, झलि परे अस्ति, नकार अस्ति, शकार नकार मध्ये एकार अट् प्रत्याहारे अस्ति, प्रसक्तिः अस्ति, किन्तु नश्चापदान्तस्य झलि पूर्वसूत्रं भूत्वा तस्य प्राप्तिः भवति. तस्य प्राप्तिः भवति. अत्र अत्र चिन्तनं किमस्ति, पूर्वसूत्रमस्ति भूत्वा परसूत्रस्य का गतिः? परसूत्रस्य तत् नकारं न पश्यन्ति. इदानीं तु अत्र अत्र शास्त्रासिद्धम् अथवा कार्यासिद्धम् इति द्विप अत्र चिन्तनं भवति किल भगिनि? आमां, प्रकारद्वयमस्ति अत्र. अत्र द्वयोः अत्र कार्यं कार्यं नास्ति किल अत्र इदानीम्? अस्तु, एकनिमिषः. सुगमनं महोदय, भवान् वदति वा किञ्चित्? हा, अत्र पूर्वत्रासिद्धम् इति सूत्रमस्ति, तत् तदेव कार्यं करोति. अनेन यदि त्रिपाद्यां सूत्रद्वये सूत्रद्वयस्य प्रसक्तिः अस्ति, पूर्वसूत्रस्य एव प्राप्तिः भवति इत्यनेन शास्त्रासिद्धमेव अत्र. अवगच्छति वा भगिनि? सरला भगिनि, अस्तु. अत्र शास्त्रमेव सिद्धं भवति, न तु कार्यासिद्धं किल अत्र. पूर्वसूत्रं कार्यं करोति, परसूत्रं अत्र शास्त्रासिद्धम् इत्यनेन तस्य प्रसक्तिः न भवति. अस्तु अस्तु, इदानीं इति कृत्वा तत्र अन्तिमरूपं किम्? अन्तिमरूपं चेक्षन्ति. चेक्षन्ति वा चेक्षयन्ति वा? चेक्षयन्ति. नश्चाबदन्तस्य जलि पुनः अनुस्वारस्य परसवर्णः. इदानीमत्र गतवर्गे प्रश्नः आसीत् महोदयस्य, यदा एकवारमत्र नश्चापदान्तस्य झलि अनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनयोः इत्याभ्यां सूत्राभ्याम् अत्र प्रथमं नकारस्य अनुस्वारः, अनन्तरं पुनः अनुस्वारस्य नकारः, तदानीम् अत्र अट्कुप् वाङ्नुं व्यवायेपि इत्यस्य प्रसक्तिः अस्ति वा न वा इति प्रश्नः आसीत् महोदय. उक्तवान् नास्ति. नास्ति इति उक्तवान्, परन्तु अत्र किञ्चित् तर्कः अपि आसीत् किल भगिनि? अस्तु अस्तु अस्तु अस्तु, चिन्ता मास्तु. पुनः अत्र महोदय भवान् एव एकवारं तदपि एकवारं तत्र स्मारयति वा? अनुस्वारस्य ययि परसवर्णः इति चतुर्थ अष्टाध्याय अष्टमाध्यायस्य चतुर्थपादस्य अष्ट पञ्चाशत् सूत्रमस्ति. अट्कुप् आङ्नुं व्यवायेपि इति सूत्रं तु अष्टमाध्यायस्य चतुर्थपादस्य द्वितीयसूत्रमस्ति इति कृत्वा, यदा परसूत्रस्य कार्यं त्रिपाद्याम् अभवत् तदनन्तरं पूर्वसूत्रस्य प्रसक्तिः न भवति. तत्र तत्र तु तत्रापि शास्त्रासिद्धमेव इति अहं चिन्तयामि. पूर्वत्रासिद्धम् इत्यनेन यदा परसूत्रस्य कार्यं भवति तदा तदनन्तरं पूर्वसूत्रं यदा कदापि न कार्यं करोति. अत्र किञ्चित् विषयः किञ्चित् भिन्नः अस्ति. पूर्वत्रासिद्धम् इत्यस्य प्रसक्तिः एव, परन्तु अत्र विषयः किञ्चित् भिन्नः अस्ति. हेमा भगिनी, भवती वदति वा अत्र किं भवति इति? अस्ति वा भगिनि? महोदय, मम कनेक्षन् पुनः भङ्गः अभवत्. प्रश्नः अस्ति इदानीम् अत्र यदा अनुस्वारस्य यै परसवर्णः इत्यनेन अत्र अनुस्वारस्य स्थाने नकारः आदेशः भवति, भूत्वा चेक्षेन् योगः ति अस्ति इदानीम्, तस्मिन् समये अत्र पुनः अट्कुप् वाङ्नु व्यवायेपि इत्यस्य कार्यं किमर्थं न भवति इति प्रश्नः अत्र तर्कः कः इति अत्र अत्र पुनः पुनः अट्कुप् वाङ्नु व्यवायेपि अत्र कार्यं करोति वा करोति चेत् रूपं किं भवति नो चेत् अत्र नकारस्य तु नश्चापदार्थस्य झलि अनेन अनुस्वारः अभवत् नश्चापदार्थस्य झलि तृतीयपादे अस्ति यत् कार्यम् अभवत् तत् परसूत्रम् अट्कुप् वाङ्नु व्यवायेपि चतुर्थपादे अस्ति तत् सूत्रम् अनुस्वारं न पश्यति क्षम्यताम् नश्चापदार्थस्य झलि यत् कार्यम् अभवत् तत् कार्यं असिद्धं भवति तस्य कृते कार्यसिद्धम् इति कारणेन तत्र असिद्धत्वात् कार्यं न करोति कार्यसिद्धम् इत्यनेन किमर्थम् द्वितीयवारं कार्यसिद्धम् अस्ति तावदेव सुखवनं महोदय भवान् अत्र किमपि प्रश्नः अस्ति वा भवतः अनुस्वारस्य परसवर्णः इत्यस्य इति सूत्रस्य कार्यम् अट्कुप् वाङ्नु व्यवायेपि इति न पश्यति इति वा न पश्यति किमर्थम् इत्युक्ते यथा भवान् उक्तवान् अत्र अट्कुप् वाङ्नु व्यवायेपि इति पूर्वसूत्रमस्ति अनुस्वारस्य परसवर्णः इति परसूत्रमस्ति परसूत्रस्य कार्यं पूर्वसूत्रं न पश्यति अतः अत्र कार्यासिद्धम् अस्तु इदानीं मम मनसि अन्यप्रश्नः आगतः चेक्षेन् योगः ति इदानीं नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः आगतः इदानीं तत् अनुस्वारम् अट्कुप् वाङ्नु व्यायेपि इति सूत्रं पश्यति तत् पश्यति यद् अनुस्वारं नश्चापदान्तस्य झलि इत्यनेन आगतं तदनुस्वारम् अट्कुप् वाङ्नु व्यवायेपि इति सूत्रं पश्यति किमर्थम् इत्युक्ते परसूत्रमस्ति इत्यतः तत्तु समीचीनमेव तत् पश्यति इदानीं तस्मिन् सन्दर्भे अट्कुप् वाङ्नु व्यवायेपि इति सूत्रस्य कार्यं किमर्थं न भवति इति नुम् व्यवायेपि इति अत्र अस्ति परन्तु नुम् अनन्तरं नकारः अस्ति चेत् नुम् अनन्तरम् अत्र अनुस्वारस्य परं नकारः अस्ति चेत् सः नकारः अट्कुप् वाङ्नु व्यवायेपि इत्यनेन णत्वं भवति स्यात् परन्तु अत्र नकारः किमपि नकारः नास्ति किल इदानीम् आमां नकारः अनुस्वारः अभवत् अतः नकार एव नास्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिरेव नास्ति निमित्तं नास्ति हानि नास्ति तावदेव प्रथमम् अत्र यथा सरला भगिनी अपि च हेमा भगिनी उक्तवत्यौ अत्र प्रथमम् अत्र अट्कुप् वाङ्नु व्यवायेपि इत्यस्य का प्रसक्तिः नास्ति शास्त्रासिद्धमित्यनेन द्वितीयवारम् अत्र अट्कुप् वाङ्नु व्यवायेपि इत्यस्य कार्यं न भवति किमर्थमित्युक्ते कार्यासिद्धमित्यनेन सत्यं महोदय अस्तु अस्तु इदानीम् अस्तु अग्रे गच्छामि इदानीं मणि महोदय भवान् अग्रिमं करोति वा चेक्षिन् योगः इति चेक्षिन् योगः इति अत्र अजादि पित् अस्ति अतः किमपि कार्यं न भवति चेक्षिन् किमर्थं चेत् एक सूत्रमस्ति नाभ्यस्त गुणः न भवति अतः अत्र बाधितम् अस्ति मेलनमेव चिनीति इति रूपं भवति महोदय प्रथमम् अत्र निमित्तं किम् अस्ति अत्र यत् सूत्रं भवान् इदानीम् उक्तवान् तस्य सूत्रस्य कार्यार्थं निमित्तं किम् अत्र अत्र पित् अस्ति अपित् अस्ति चेत् अत्र भवितुम् अर्हति न न परन्तु सूत्रं किं सूत्रं पुनः एकवारं सूत्रं किम् आसीत् पुनः श्रावयतु अत्र नाभ्यस्तसूत्रं वदति उपधायाः औपदस्य गुणः न भवति इति कदा न भवति निमित्तं किम् अत्र निमित्तं न न अपित् नास्ति किल महोदय अत्र अत्र सूत्रं सूत्रमस्ति वा पुरतः भवतः पुरतः सूत्रमस्ति वा आं महोदय नाभ्यस्तस्य पिति सार्वधातुके अचि प्रतः अचि अस्ति किल इति अजादिपित् अस्ति इति भूत्वा अजादिपित् सार्वधातुकप्रत्ययः तदेव इदानीं इदानीं किम् अभवत् अत्र गुणः न भवति चिन् योगः योगः इति चेकिनीति इति रूपं भवति महोदय अत्र किमपि अन्यत् कार्यं न भवति वा किं कार्यं महोदय न श्रुतवान् अत्र इदानीं रूपमत्र चेक्ष्यन्त्वं अत्र दन्त्यनकारः अस्ति किल चेक्षिन् योगः इति इदानीं किं भवति अत्र अट्कुप्वाङ्नुं विवाय अपि कार्यं कर्तुम् अर्हति महोदय अतः चेक्षिन् योगः नत्वं भवति अत्र चेक्षिनीति इति रूपं भवति चेक्षिणीति इति भवति अस्तु अस्तु नत्वं भवति अत्र अनन्तरं सः चेक्षिन् सः तः अपित् इति अपि अतः चेक्षिन् चेक्षिन् अनुदात्तप्रदेशे सूत्रं कार्यं कर्तुम् अर्हति महोदय अतः अत्र चेक्षिन् अत्र अनुनासिकस्य लोपो भवति अतः चेक्षि एव सिद्धति चेक्षितः इति रूपं भवति महोदय नकारस्य अभवत् एकनिमिषम् एकनिमिषं महोदय अत्र कस्मिन् गणे अस्ति चेक्षिन् इति धातुः प्रायः यङ्लुगन्तधातुः अस्ति भूत्वा सरला भगिनी वदतु भगिनि गणनिषेधः अस्ति यङ्लुगन्तधातु गणकार्यं नास्ति तत्र केवलम् अस्ति देशधातुः अस्ति गणनं भवति उपदेशकधातुः कृते यङ्लुगन्तधातु तस्य कृते कोऽपि गणनं न भवति अतः अत्र सूत्रे गतसप्ताहे एषः प्रश्नः आगतः अस्माकं चिन्तनवर्गे अत्र तनोत्यादीनाम् इति सूत्रे दत्तम् अस्ति भूत्वा अत्र तनादि गणं कृते अस्ति तत् सूत्रं, परन्तु यङ् लुगन्तधातुः कस्मिन्नपि गणे न भवति इति भूत्वा अत्र तत् सूत्रं यङ् लुगन्त तनादिगणीयमूलधातुः नीत्वा यद् यङ् लुगन्तधातुरूपं निष्पन्नं भवति तस्य कृते तत् सूत्रं कार्यं न करोति. अस्तु, गतसप्ताहे अपि वयं महोदय वार्तिकं दत्तवान् तिप्पा शिपा अनुबन्धेन, तिप्पा शिपा अनुबन्धेन निर्दिष्टं यद् गणेन एका च ग्रहणेन पञ्चैव तत्र एतानि यङ्लुकी कार्यं न भवन्ति. तादृशम् अत्र अस्माकं वर्गे तु वयं पूर्णतया न दृष्टवन्तः, परन्तु प्रायः यत् एतद् अन्यस्मिन् करपत्रे दत्तमस्ति एतद् प्रातिपदिकं, किं क्षम्यताम् एतद् परिभाषा, यत्किमपि गणेन निर्दिष्टः भवति सूत्रे तत् सूत्रं यङ् लुगन्तधातूनां कृते न भवति. धन्यवादः महोदय. तत्र महोदय सुब्रह्मण्य महोदय, तत्र तनोत्यादि इत्यासीत् भवानपि पृष्टवान् किल महोदय, किमर्थं स्थिपा निर्दिष्टम् इति न स्वीकृतं गणेन इति स्वीकृतं, तत्र किञ्चित् चर्चा अभवत्. अन्ततो गत्वा तत्र महोदयः यद् उक्तं तद् तत्र मम सन्तोषः तावत् नास्ति. तनादिभ्यः अत्र इत्यपि तत्र सूत्रं भवितुमर्हति, अनुदात्तोपदेशवदपि तनोत्यादीनाम् इति स्थाने तनादीनाम् अनुनासिकलोपो झलिङिति इत्यपि सूत्रं भवितुमर्हति. तत्र गणेन निर्दिष्टं भवति, स्टिपा न निर्दिष्टं भवति, तादृशं सूत्रमासीत् चेत्. अतः साक्षात् तत्र गणेन निर्दिष्टम् इति कृत्वा यङ् लुगन् यङ् लुकि तस्य कार्यं न भवति इति वक्तुं शक्यते. किन्तु तनोत्यादीनां तत्र महोदयेन किम् उक्तम्, आदिपदेन तन्विहाय अन्यदातवः सूचितः इति, किन्तु तनादीनाम् इति वदनेनापि तत्र आदिपदेन अन्यदातवः सूचितः भवन्ति किल, तत्र भवतः सन्तोषः अभवत् वा? किञ्चित् अत्र स्वीकृतवान् तावदेव. अस्तु, स्वीकृतवान् महोदयस्य समाधानं स्वीकृतवान् तावदेव अत्र. किमर्थमित्युक्ते श्रूयते वा? श्रूयते भगिनि, बहु शब्दः अस्ति, ध्वनिः अस्ति किञ्चित्. मम सङ्गणकात् वा? न जानामि कस्य दूरवाण्याम् अस्ति इति न जानामि. मम नास्ति इति मन्ये मन्ये. इदानीं सम्यक् अस्ति भगिनि. एतद् वक्तुम् इच्छामि महोदय, ममापि तथैव चिन्तनम् आसीत् तनादि इति वदनेन सम्यक् भवति इति, परन्तु अत्र तन् इति धातुः चुरादिगणे अपि एकधातुः अस्ति, तर्हि तनादि इति वदामः चेत् तस्यापि ग्रहणं भवितुम् अर्हति. अतः अत्र केवलं तन् इति अपि च आदि ये तनादि तन इत्युक्ते षष्टमगणे ये धातवः सन्ति तनोत्यादि इति कृत्वा तत्र तनोति इति, अपि च तनोति वयं वदामः तत्र विकरणप्रत्ययस्य अपि ग्रहणं भवति, परन्तु साधारणतया वनति यदि वयं वदामः विचति तत्र अकारप्रायः केवलं उच्चारणार्थं भवति इति मन्ये, तर्हि तन् इति धातुः तनादि इति वदामः चेत् अन्यत् अर्थः भवति, अन्य अर्थः भवति इति कृत्वा केवलं तनोति तनोत्यादिगणे एव भवतु इति तत्र तनादिगणमिति न उक्तम्। परन्तु अत्र तनादिकृभ्यः उः उः अस्ति किल, तनादिकृभ्यः उः अस्ति। अत्र तु केवलं तनादिगणीयधातवः एव वयं स्वीकुर्मः, न तु यत् चुरादिगणे अस्ति। परन्तु यदि तनादि इति वयं वदामः सूत्रे, तर्हि तत्र चुरादिगणस्य कस्य स्वीकार्यं भवति इति तत्र शङ्का आगच्छति किल इति चेत् भगिनि, तत्र तादृशशङ्का आगच्छति चेत् तनादिकृभ्यः उः इत्यत्रापि तादृशशङ्का भवेत् किल? न, किन्तु तत्र अस्माभिः न शङ्कितं। न, एकधातुः ये तनादिगणे अस्ति तेषां कृते एव विकरणप्रत्ययः, तन् धातुः यत् चुरादिगणे अस्ति तत्र तु शप् प्रत्ययः अपि च णिच् आगच्छति किल? आम्, इदानीं वदतु, यदि भवत्याः रीत्या तर्कः वयं स्वीकुर्मश्चेत् तनादिकृभ्यः उः इति सूत्रे किमर्थं चुरादिगणीय तन्धातुः न स्वीकर्तुं शक्यते इति? तनादि इति एव तत्र लिखितमस्ति तत्र। आम्, परन्तु सूत्रं धातुः यदि भिन्नभिन्न गणे भवति चेत् तस्य विकरणप्रत्ययः एव आगच्छति किल, यथा वयं वादि अपि च दिवादिगणे अपि एतादृश धातवः सन्ति इति, परन्तु इदानीं स्मरणे न आगच्छति। यदि दिवादिगणे भवति तर्हि तस्य श्यन् इति विकरणप्रत्ययं स्वीकार्यम्। हा, अत्र प्रश्नः भगिनी, अस्मिन् सूत्रे तनोत्यादि इति लिखितमस्ति, तनादिकृभ्यः उः इति सूत्रे तनादि इत्येव लिखितमस्ति, प्रायः तत्र तनादि इति सूत्रद्वयेषु भवेत्, नो चेत् तनोत्यादि इति भवेत्। अत्र महोदयस्य समाधानमस्ति छन्दः अस्ति, अतः तनोत्यादि इति उक्तवान्। अपि च अत्र आदि इति अस्ति भूत्वा गणस्य चिन्तनमपि अस्ति इति उक्तवान्। इदानीम् अग्रे गच्छामः महोदय, किमर्थम् एकमेव प्रश्नः महोदय, छन्दः इत्युक्ते किम्? अनेन किम् उक्तम्, अनेन किं सूचितम् अत्र छन्दः इति कृत्वा इत्युक्ते? इत्युक्ते अत्र किं वदामि, श्लोकेषु महोदय, अत्र यत्किमपि श्लोकं वयं नयामः, अत्र अनुष्टुप् छन्दः इति तादृश केचन नियमाः सन्ति सूत्रे, तादृशछन्दः नास्ति किल? परन्तु महोदय बहुवारम् उक्तवान्, बहुवारम् उक्तवान् महोदय, छन्दः छन्दः छन्दः इति। सत्यं, किन्तु छन्दः इत्यनेन किं सूचितम् इति मया न अवगतं। छन्दस्ति नास्ति अत्र, छन्दसेव नास्ति पाणिनिसूत्रेषु। परन्तु छन्दसि इत्युक्ते अत्र अनुष्टुप् इति वदामः चेत् अत्र अष्ट ध्वनि ध्वनयः सन्ति इति तादृशमस्ति किल? मम अवगमनम् एतादृशमस्ति महोदय, तत्र छन्दसि छन्दसि इति बहुवारं पाणिनिसूत्रेषु आगच्छति, तत्र छन्द इत्युक्ते छान्दसम् इत्युक्ते वेद इव, वेदस्य यत् यत्किमपि प्रयोगः भवति तद् वयं न पृच्छामः तस्मिन् विषये किमर्थम् एतादृशम् आसीत् इति। तादृशं पतञ्जलिसूत्रमपि स्वीकर्तव्यं, पतञ्जलि नास्ति, पाणिनिसूत्रमपि स्वीकर्तव्यम्, अतः छन्दः इति प्रायः इति मया अवगतम्। प्रायः इत्युक्ते यद् यद् पाणिनिना दत्तमस्ति, हा, तद् वेदः, सः वेदः इति भूत्वा स्वीकुर्मः। इत्युक्ते अत्र तनोति इति वदनेन यद् सः वदति तदेव समीचीनमिति, को अत्र कोऽपि प्रश्नः नास्ति। यथा शेक्स्पियर् महोदयः तदेव तदेव वदति आङ्ग्लभाषायां, तावदेव अत्रापि तदेव आङ्ग्लं भवति। अग्रे गच्छ बहु समीचीनं महोदय, धन्यवादः। मम चिन्तनं यदा कदापि छन्दः इति शृणोमि तस्मिन् समये मम अत्र पद्येषु भवति किल तादृशचिन्तनं भवति मम। तादृशविषयः नास्ति इदानीम्, अग्रे गच्छामः। बहु किमपि चर्चितवन्तः अत्र, यत्किमपि अत्र केवलं तनोत्यादीनाम् इत्यनेन गणस्य प्रसक्तिः भूत्वा यङ्लुकि एतस्य सूत्रस्य कार्यं न भवति तनादिगणीयधातूनां कृते, अपि च क्षिणु तनादिगणीयधातुः इति भूत्वा अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो जलिक्निति इत्यस्य कार्यम् अत्र न भवति। अतः कस्य सूत्रस्य प्रसक्तिः भवति इदानीं प्रायः कस्य भवानेव करोतु, पूरयतु महोदय, मणि महोदय भवानेव इदानीम् अत्र यङ्लुकि कार्यम् अत्र सूत्रं न कार्यं करोति, अतः चेक्षिन्तः चेक्षिन्तः एव भवति महोदय अत्र। अन्यत् सूत्रं किमपि न, एकनिमिषं महोदय, अत्र अन्यत् सूत्रं किमपि कार्यं न करोति वा? अत्र अत्र जलादिकित् नित्ये परे अस्ति चेत् अत्र सूत्रत्रयमस्ति, इदानीम् अत्र अन्यत् किमपि सूत्रं कार्यं कर्तुं शक्यते वा अत्र? आम् आम्, अत्र नचं पतन्तस्य जलि इति सूत्रं जलि तः अङ्गकार्यमेव महोदय, अङ्गकार्यम् इदानीं, तदनन्तरं किल सन्धिकार्यं, प्रथमम् अङ्गकार्यं भवेत्। अङ्गकार्यं न भवितुमर्हति, अतः तः अपि अतः गुणकार्यं किमपि न भवति, अपि तस्य अतः गुणकार्यं न भवति। यङ्लुगन्तधातुः अस्ति तनादिगणीयमूलधातुः, अतः यङ्लुकि अनुदात्तोपदेश इत्यस्य कार्यं न भवति। इदानीं जनसनखनां सञ्झलोः तेषु अन्यतमः नास्ति क्षिणु इति धातुः, अनुनासिकस्य क्वीझलोः क्निति सूत्रं कार्यं करोति वा इदानीम्? दीर्घो भवति चिन्तातु, आं भवितुम् अर्हति महोदय, अनुनासिकस्य कृति जलि इति सूत्रेण उभधा दीर्घो भवति, अतः चेक्षीन् इति रूपम् आगतः, चेक्षीन्तः इति रूपम् आगच्छति महोदय अत्र। चेक्षीन् योगः अत्र तः इदानीं इदानीं नचां पदार्थस्य जलि इति सूत्रेण नकारस्य अनुसारं भवति, ततः परम् अनुसारस्य यै परसवर्णः इति सूत्रेण तदेव रूपं तदेव भवति चेक्षीन्तः एकनिमिषं महोदय, तत्र तस्मात् पूर्वम् अन्य एकः प्रश्नः महोदय, सुब्रह्मण्य महोदय, अनुदात्तोपदेशवनति तनोत्यादीनाम् इति सूत्रस्य प्रसक्तिः यङ् लुकि केवलं वन् धातुः, वन् धातुः अपि च तनोत्यादीनां कृते न भवति, तनोत्यादीनां कृते न भवति किल, वनति कृते अपि न भवति, वन् धातुः कृते अपि न भवति, वनति इति इत्युक्ते अत्र अस्य सूत्रस्य प्रसक्तिः यङ्लुकि यत्र कुत्रापि न भवति इति वा? अनुदात्तोपदेश अनुनासिकान्तधातूनां कृते भवति, तत्र उपदेशे इति उक्तं किल, उपदेशधातुः औपदेशिकधातुः नास्ति उपदेशे, अत्र उपदेशे अनुदात्तस्वरः अस्ति चेत् गम् धातुः अस्ति, गम् धातोः उपदेशे यः अनुबन्धलोपानन्तरं यः स्वरः अवशिष्टः अस्ति सः स्वरः अनुदात्तस्वरः अस्ति चेत् यङ्लुकि अपि सः स्वरः अनुदात्तः भवति. ओ तादृशमपि वयं चर्चितवन्तः किल अत्र प्रकृतिग्रहणेन यङ्लुकि अपि ग्रहणम् इति एकं वार्तिकम् इति वयं श्रुतवन्तः वर्गे. आम् आं सत्यं. यद्यपि पूर्णतया वयं न चर्चितवन्तः परन्तु तादृश परिभाषा तादृशी परिभाषा वयं श्रुतवन्तः वर्गे. प्रायः विद्याभगिनी उक्तवती प्रायः परिभाषा यङ्लुगन्त प्रायः करपत्रे तत्र चर्चितम् आसीत्. अस्माकं वर्गे पूर्णतया न चर्चितं परन्तु तादृश परिभाषा अत्र विद्या भगिनी किञ्चित् वक्तुम् इच्छति वा भगिनि? सत्यं सत्यं. तत्र सूत्रे यद्यपि अनुदात्तो उपदेशे इति अस्ति तत्र परिभाषा अस्ति प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् इति परिभाषया. अत्र यङ्लुगन्तधातुः अस्ति चेत् अपि तत्र यथा कृपोरोलः अथवा अत्र अनुदात्तो उपदेश एतादृशानि सूत्राणि तत्र यङ्लुगन्तधातोः कृते कार्यं करोति. केवलं यत्र क्षिपा अपि च क्षप अथवा गणेन निर्दिष्टं चेदेव कार्यं न भवति. समीचीनं वा महोदय? धन्यवादः भगिनि. धन्यवादः भगिनि. अस्तु इदानीम् अत्र अग्रे गच्छेम. मणिमहोदय अति तदपि करोतु महोदय. चेक्षन् योगः अति प्रायः सः अस्ति वा महोदय? अस्तु हेमा भगिनि. अस्तु चक्षन् योगः अति स्थितिः अति अपित् अस्ति अपि च अजादिः अस्ति परन्तु अस्माकं अङ्गकार्येषु गमहनजनखनगसां तेषां कृते एव अजादिकित् प्रत्यये परे कार्यं भवति. अत्र क्षिन्धातुः अस्ति अतः तस्य प्रसक्तिः न भवति. अतः चेक्षिन्योगः अति अत्र साङ्गकार्यं किमपि नास्ति परन्तु णत्वं भवति इति कृत्वा चेक्षिणति इत्येव रूपम् आगच्छति. अत्कुप्वाङ्नुं सूत्रेण तत्वं भवति. अग्रे अपि करोतु. मध्यमपुरुषे चेक्षिन्योगः सि इति स्थितिः. सि इति पित् अस्ति अतः प्रथमं गुणकार्यं भवति पुगन्तलघुपदस्य. अनेन चेक्षेन्योगः सि इति भवति. चेक्षेन्योगः सि इदानीं पित् अस्ति अतः पित्वा तत्र अन्यकार्याणि न भवन्ति. णित्वत् नास्ति इति कृत्वा णितिपरे नास्ति इति कृत्वा अत्र अत्रापि मेलनं भवति परन्तु मेलनस्य पूर्वं सन्धिकार्याणि भवति. नश्चापदान्तस्य झलि सकारः झल् वर्णः अस्ति इति कृत्वा नकारस्य अनुस्वारः भूत्वा चेक्षिन्सि इति. इदानीं यत् नकारः अभवत् तत्र नुम् सूत्रमासीत् नुम् विसर्जनीय शर्व्यवायेपि इति कारणेन अनुस्वारस्य पूर्ववर्णः इण्को वर्णः अस्ति एकारः अस्ति इति कृत्वा अत्र षत्वं विधीयते. अतः चेक्षेन्षि अनुस्वारः अपि च षकारः इति कृत्वा चेक्षेन्षि इति रूपम् आगच्छति. आहत्य प्रथमं प्रथमं गुणः अनन्तरम् अनुस्वारः अनन्तरं षत्वं त्रीणि कार्याणि. त्रीणि कार्याणि समीचीनं भगिनि. अस्तु अग्रे अत्र अत्र परसवर्णादेशः न भवति किल अनुस्वारस्य यै परसवर्णः तत्र यै इति अत्र शकारः आगतम् इति कृत्वा वा? न न न सकारः अस्ति किल महोदय अत्र सकारः कीदृशवर्णः यै नास्ति किल? आम् तर्हि यै वर्णः भवति इदानीम् आदेशप्रत्ययोः इत्यनेन शकारः आगतः. समीचीनं समीचीनं महोदय, तदेव प्रथमं भवति, अनन्तरं इदानीं शकारः यै नास्ति किल. आम्, यै नास्ति इति कृत्वा तत्र अनुस्वारः एव तिष्ठति, चेक्षेम् चेक्षेम् षि इति भवति. समीचीनमेव. अस्तु, अग्रे ईशि इति स्थितिः. ईशि इति पित् अस्ति, पित्वा तत्र गुणः न भवति, अपि च केवलं मेलनमेव भवति. नाव्यस्तस्य अचि इचि सार्वधातुके इति सूत्रेण गुणनिषेधः भूत्वा चेक्षिणीषि, परन्तु अत्रापि नत्वं भवति अट्कुप्पाङ्गुं व्यवायेपि इति सूत्रेण नकारस्य णकारः भूत्वा चेक्षिणीषि इति रूपम्. तः सापि करणीयं वा? इदानीम् अत्र सुगमनं महोदय, धन्यवादः. चेक्षिन् योगः थः इति झलादि कित् ङित् प्रत्ययः अस्ति. अत्र अनुनासिकस्य कृज्जलोः ङिति इति सामान्यसूत्रस्य प्रसक्तिः प्राप्तिः, अनेन उपधादीर्घादेशः भवति. चेक्षीन् चेक्षीन् थः, तत्र नश्चापदान्तस्य झलि, आं झलि झल् अस्ति इति कृत्वा अनुस्वार आदेशः भवति. अनुस्वारस्य ई परसवर्णः इत्यनेन पुनः दन्त्यनकारस्य दन्त्यनकारादेशः भवति. चेक्षीन्थः एवमेव चेक्षीन्थ इति भवति. अग्रिममपि करोतु. हा, चेक्षिन् योगः मि इदानीं अत्र अनुनासिकजलगति सूत्रं कार्यं न करोति वा? महोदय उक्तवान् किल महोदय भवान्? आमाम्, अनुनासिकस्य अनुनासिकान्तस्य क्विज्जलोः अनुनासिकस्य क्विज्जलोः ङिति इति सूत्रेण एव चेक्षीन् इति दीर्घरूपं भवति, उपदादीर्घः भवति. भवतु भवतु, चिन्ता मास्तु महोदय. इदानीं चेक्षिन् योगः मि इति स्थितौ तत्र पित् प्रत्ययः अस्ति इति कृत्वा प्रथमं गुणः भवति. आम्, अजादि नास्ति, हलादिपित् इति कृत्वा गुणः भवति पुगन्तलघूपदस्य इति सूत्रेण. चेक्षेन् योगः मि इति स्थितौ तत्र मकारः परे अस्ति, मकारः तु झलि नास्ति, अतः नश्चापदान्तस्य झलि इति सूत्रस्य प्रसक्तिरेव नास्ति. चेक्षेन् योगः मि इदानीं मकारान्तधातुः नास्ति, यद्यपि मकारः प्रत्ययस्य आदौ अस्ति, मोश्च इति सूत्रस्य प्रसक्तिः नास्ति, तत्र मकारान्तधातोः एव प्रसक्तिः इति कृत्वा केवलं वर्णमेलनमेव भवति, चेक्षेन्मि इति भवति. अत्र णत्वं न भवति वा महोदय? चेक्षेन् णत्वम् अट् इत्यत्र अट् कुप् पकारः तत्र, आं तत्र एकनिमिषम्, चेक्षेन् तस्मात् नकारस्य पूर्वं एकारः अस्ति, तत् अट् प्रत्याहारे अस्ति इति कृत्वा चेक्षेन् अट्कुप्वाङ्गं विवायेपि इत्यनेन भवति इति चिन्तयामि. चेक्षेन्मि भवति किल? भवति महोदय, अट् मध्ये अस्ति चेदपि. आमां, मध्ये तत्र अट् व्यवायेपि भवति, परे किमपि तस्य चिन्तनमेव नास्ति अत्र. अस्तु, चेक्षेन्मि इति मूर्धन्यनकारः भूत्वा तत् चेक्षेन्मि इति रूपं भवति. चेक्षिन् योगः अजादि पित् प्रत्ययः अस्ति. अजादि पित् प्रत्ययः अस्ति इति कृत्वा नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन गुणः यद्भवेत् तद् बाधितं भवति, अतः गुणः न भवति उपदायां तस्य वर्णस्य. चेक्षिन् इत्येव तिष्ठति, चेक्षिन् योगः ईमि इति स्थितौ तत्र णत्वमेव भवति अट्कुप् वाङ्नुं विवायेति इति सूत्रेण चेक्षिणीमि इति भवति. अस्तु महोदय, सरला भगिनी अग्रिमं करोतु. चेक्षिन् योगः तत्र वकार अपित् परे अस्ति, किन्तु कोऽपि कार्यं न भवति, जले नास्ति, अपि मोष्य पदान्ते अस्ति किन्तु मोष्य तत्र प्रकार मकारान्त्य धातु नकार भवति, अत्र नकारधातुः अस्ति, तस्य प्रसक्ति नास्ति, केवलं वर्णम् इदं भवति, चेक्षिन् व भवति, तथैव चेक्षिन् मः इति भवति. अग्रिमम् लोट् लकार तु पित् अस्ति, झलादि पित् अस्ति, चेक्षिन् योग तु पित्वात् पुगन्तलघु उपदस्य इति सूत्रेण चेक्षेन् योग तु भवति. इदानीं नश्चापदान्त्यस्य झलि इति सूत्रेण सकारझलि अस्ति, चेक्षेन् तु भवति. अट्कुप्वाङ् इति सूत्रस्य शास्त्रसिद्धं पूर्वतासिद्धं शास्त्रसिद्धं भूत्वा इदानीं चेक्षेन् इति भवति. अनुस्वारस्य यै परसवर्ण इति सूत्रेण अनुस्वार पुनः नकार भवति, चेक्षेन् तु इति भवति. इदानीम् अट्कुप्वाङ् कार्यं न करोति, पूर्वतासिद्धं कार्यसिद्धं भूत्वा अट्कुप्वाङ् परसूत्रम् अस्ति. ततः पुनः इतु अस्ति, चेक्षेन् योग इतु, इतु अपि पित्वात् अस्ति, अजादि अस्ति, नाभ्यस्तस्य क्षीपिति सार्वधातुके इति सूत्रेण गुणकार्यं न भवति, अतः केवलं वर्णं मेलनं भवति, चेक्षिणी तु भवति, नश्चापदार्थी न भवति कारणति ईकार अजादि अस्ति. चेक्षिन् योगतात् तात् अपि कित्वित् कित्मित् अस्ति, अतः इदानीं अनुदातोपदेशवनति तनोति इत्यादि नाम्न शकलोपो झलि इति प्रभाद्य जनसनखना सञ्चलो अपि न कार्यं करोति. अनुनासिकस्य क्विझलोमिति तस्य प्रसक्ति प्राप्तिः अस्ति भवति, ततः चेक्षिन् उपधायाम् ईकार भवति, चेक्षीन् योग तात् भवति. इदानीं तात् तकार झलि अस्ति, नश्चापदान्तस्य झलि तस्य प्रसक्ति प्राप्तिः अपि भवति, चेक्षीन् योगतात् भवति, पुनः अनुस्वारस्य यै परसवर्ण कार्यं करोति, चेक्षीन् तात् इति भवति, तथैव चेक्षीन् तां भवति, चेक्षीन् चेक्षिन् योग अतु अतु अजादि अपित् अस्ति, झलि नास्ति, गमहन जनखन घसां लोपगति त्यङ्गकि इति सूत्रेण कार्यं न करोति, सिन्धातु तस्मिन् नास्ति, अतः केवलं अत्कुप्वाङ् नुं व्यायेति इति सूत्रस्य वत्वं भवति चेक्षन् अतु चेक्षन् अतु इति भवति. अस्तु भगिनि, इदानीम् अत्र मणिमहोदय. अस्ति वा महोदय? महोदय, चेक्षिण्योः जलि अस्ति, अपित्वपि अस्ति, अतः अनुनासिकस्य उपधा दीर्घ भवति इति सूत्रेण. अतः चेक्षीन् चेक्षीन् इति रूपं भवति, चेक्षिन् इति अतः दीर्घत्व योः हि भवति. इदानीं तस्य जलि इति सूत्रम् अपि कार्यं करोति अत्र. चेक्षीन् अधः नकारस्य स्थाने अनुस्वारं भवति, ततः परं अनुस्वारस्य ई परसवर्ण इति सूत्रमपि कार्यं करोति. हि अत्र हकारः ययि प्रत्याहारे अस्ति वा महोदय? सयि नास्ति. कपै कपै पर्यन्तं नास्ति महोदय, क्षम्यतां महोदय, नास्ति नास्ति एव. अतः अनुसारमेव अनुसारम् अपि नास्ति न भवति, यै अपि न भवति. अतः चेक्षीन् योः हि चेक्षीन् हि अनुस्वारः अपि न भवति वा? एकनिमिषं महोदय, अत्र नश्चापदान्तस्य झलि कार्यं न करोति वा? तत् कार्यं भवति, ततः परम् अनुस्वारस्य यै परसवर्णः इति न भवति. रूपं भवति इत्युक्ते अनुस्वारः अत्र. ततः परं तात् तात् कितिनिति अधः अनुनासिकस्य किं जलः निति इति सूत्रं कार्यं करोति. अतः उपधा दीर्घ भवति चेक्षीन् इति. ततः परं तात् जलि अस्ति, अतः नश्चापदान्तस्य जलि इति सूत्रं कार्यं कृत्वा नकारस्य अनुसारं भवति. परम् अनुसारस्य यै परसवर्णः इति सूत्रेण पुनः नकारः आगच्छति, चेक्षीन् रूपं भवति महोदय. तदेव चेक्षीन् तात् ततः परं तम् अपि अधः तं चेक्षीन् त इति रूपाणि भवन्ति महोदय. आनि आव आम तदपि पूरयति. अत्र अजादि पित् अस्ति, अधः नाभ्यस्तस्य पिति सार्वधात्के कार्ये सूत्रेण अत्र गुणः न अपि भवति. चेक्षिन् योः आनि अत्र अट्कुप्वाङ् युवयाय अपि सूत्रेण नकारस्य नत्वं भवति. अधः चेक्षिनाव इति रूपाणि भवन्ति नत्वस्य अनन्तरम्. अस्तु, नत्वस्य अनन्तरं. बहु समीचीनं महोदय. हेमा भगिनी, लङ्लकार प्रथमपुरुषरूपाणि. अस्तु महोदय, अत्र लुङ्लङ् रङ्क्षु अडुदात्तः कारणेन अकारः आगच्छति. अतः इदानीम् अचैक्षिन् इति अस्ति. अचैक्षिन् योगः तकारः, प्रथमकार्यं भवति. अत्र तकारः पित् अस्ति, अतः पुगन्तलघुपदस्य अनेन अचेक्षेन् योगः तकारः. अनन्तरं हल्ङ्याभ्यो तकारः, तकारस्य लोपः भवति. हल्ङ्याभ्यो सुतिस्य पृक्तं हल् अपृक्तवर्णः अस्ति इति कृत्वा तत्र लोपः भूत्वा अचेक्षेन् इति भवति. अत्र यद्यपि नत्वस्य निमित्तानि सन्ति इत्युक्ते पूर्वम् इन्को वर्णः अस्ति, परन्तु विशिष्टसूत्रम् अन्यत् एकम् अस्ति पदान्तस्य, येन कारणेन पदान्ते स्थितस्य नकारस्य नत्वं न भवति इति. अतः अचेक्षेन् एव रूपं भवति. तदनन्तरम् अत्र निमित्तम् इन्को इति निमित्तं किमपि नास्ति खलु भगिनि? प्रायः इन्को इति अस्ति, परन्तु अवयवः नास्ति प्रत्ययस्य वा तादृश आदेशस्य. इत्यस्य कार्यं खलु, परन्तु तस्य पूर्वम् एकारः अस्ति किल महोदय? एकारः अट् वर्णः अस्ति किल. अत्र इन्को इत्यस्य कार्यं, इन्को इत्यस्य प्रसक्तिः नास्ति किल अट्कुप् वाङ्गुं व्यवायेपि इत्यस्य कृते. अत्र नत्वस्य नत्वस्य कृते, नत्वस्य कृते अत्र इन्कोः इत्यस्य किमपि तावदेव. किचडि अभवत् किञ्चित्, ईत् इति स्थितिः. इदानीम् ईत् पित् अजादिः अस्ति, पित् अस्ति, नाभ्यस्तस्याचित् इति सार्वधातुके इति कारणेन गुणनिषेधः बाधितं भवति गुणः. अतः अत्र अङ्गकार्यं किमपि नास्ति, मेलनं भवति. तस्य पूर्वम् अत्र अट्कुप्पाङ्गुं व्यवायेपि इति कारणेन नत्वं विधीयते, अतः अचेक्षिणीत् इति रूपम् आगच्छति. तदनन्तरं ताम् अस्ति, ताम् इदानीम् अपित् अस्ति, अतः अत्र अनुनासिकस्य क्विजलोम् इति सूत्रस्य कार्यं भवति. अतः उपधा दीर्घः भूत्वा अचेक्षीन् योगः ताम्, दशापदान्तस्य झलि अपि च अनुस्वारस्य ई परस्वर्णः इति कृत्वा पुनः नकारः एव आगच्छति. अचेक्षीन् ताम् इति तत्र यथा वयं पूर्वं चर्चितवन्तः, नकारः एव अवशिष्यते पूर्वत्र अस्ति भ्रमणेन. अतः अचेक्षीन् ताम् एव रूपं भवति. तदनन्तरम् उः इति स्थितिः. उः इदानीम् अजादिः अस्ति, परन्तु तत् विशिष्टसूत्रेण कार्यं किमपि नास्ति, परिगणितधातुः भिन्नः अस्ति इति कृत्वा अचेक्षिन् योगः उः. अत्रापि मेलनं भवति अचेक्षिनुः इति. पुनः नत्वं विधीयते अत्कुप्पाङ्गुं व्यवायेपि इति कृत्वा अचेक्षिणुः इति रूपम्. सुखवर्णं महोदय. अचेक्षिन् योगः स हन्याभ्यो दीर्घः सतिस्य पृक्तं हल् इत्यनेन सकारस्य लोपः भवति. अपि च पित् प्रत्ययः अस्ति इति कृत्वा तत्र पुगन्तलघूपदस्य इत्यनेन गुणः भवति. अचेक्षेन् इति स्थितौ तत्र पदान्तस्य इत्यनेन अन्ते स्थितस्य नकारस्य नकारादेशः न भवति. यद्यपि अट्कुप्वाङ्नुम् इत्यनेन निमित्तम् अस्ति, किन्तु तद्बाधितं भवति पदान्ते स्थितस्य नकारस्य इत्यनेन अचेक्षेन् इत्येव रूपं तिष्ठति. अत्र क्रमः किञ्चित् भिन्नः भवति वा महोदय? प्रायः गुणः प्रथमं भवति तदनन्तरमिति वा? अत्र हल्ङ्याभ्यो दीर्घसदृशपृत्तं हल् इति सूत्रं तु षष्ठमध्याये अष्टमाध्यायस्य प्रथमपादे अस्ति, प्रथमपादे अस्ति, परन्तु अत्र प्रायः पुगन्तकार्यं प्रथमं भवति इति वा? पुगन्तकार्यमिति प्रथमाध्याये अपि च पुगन्तलघुपदस्य अत्र अङ्गकार्यमस्ति किल, अङ्गकार्यं प्रथमं भवति इति कृत्वा प्रथमं गुणः भवति, तदनन्तरं हल्याभ्यो दीर्घासित्यनेन सकारसलोपः भवति, अनेन पदसंज्ञा अपि प्राप्नोति इति कृत्वा पदान्तस्य इत्यनेन नत्वं बाधितं भवति. अचेक्षिन् योगः ईः इत्यत्र अजादिपित् प्रत्ययः अस्ति इति कृत्वा नाभ्यस्तस्याचि इति सार्वधातुके इत्यनेन गुणनिषेधः भवति. अचेक्षिन् योगः ईः नत्वं भूत्वा अचेक्षिणीः इति भवति. एवमेव अचेक्षिन् योगः तं तत्र अनुनासिकन्तस्य क्विज्जलोः इत्यनेन उपधादीर्घः भूत्वा अचेक्षीन्तम् अचेक्षीन्त इति भवति. पुनः अचेक्षिन् योगः अम् अजादि पित् प्रत्ययः अस्ति इति कृत्वा तत्र नाभ्यस्तस्याचि इति सार्वधातुके इति सूत्रेण गुणः बाधितः भवति. अचेक्षिन् योगः अम् इति स्थितौ तत्र नत्वं भवति, अचेक्षिणम् इति रूपं भवति. पुनः अचेक्षिन् योगः व इति स्थितौ तत्तु हलादि अपित् प्रत्ययः अस्ति इति कृत्वा गुणः न भवति, किन्तु झलादिः नास्ति इति कृत्वा उपदादीर्घः अपि न भवति. अचेक्षिन् योगः व तत्र नत्वं भूत्वा अचेक्षिन्व अचेक्षिन्म इति भवति. अस्तु महोदय, सरला भगिनी, भवती अत्र केवलं रूपाणि वदतु भगिनी, विधिलिङ्गरूपाणि, अनन्तरम् अग्रे गच्छामः. अस्तु, अपिझलि नास्ति विधिलिङ्गस्य, सर्वे यकार प्रत्ययः यकार आदौ अस्ति, अतः केवलम् अट्कुप् वाङ्ग् इति सूत्रेण नकारस्य रत्वं भवति. चेक्षिण्यात् चेक्षिण्यातां चेक्षिण्युः चेक्षिण्याः चेक्षिण्यातं चेक्षिण्यात् यात् चेक्षिण्यां चेक्षिण्याव चेक्षिण्याम इति भवति. अस्तु भगिनि, भवती एव अत्र खन् धातुः अस्ति, चङ्खन् यङ्लुगन्तरूपं लट्लकार प्रथमपुरुषरूपाणि वदतु भगिनि. चङ्खन् इति यङ्लुगन्तधातुः अस्ति, प्रथमपुरुषति झलादिपित् अस्ति, गुणकार्यस्य प्रसक्ति अस्ति, किन्तु अकार अस्ति अतः गुणकार्यं न भवति. चङ्खन्योग तु झलि अस्ति परे, तत् नकारस्य नष्टापदान्तस्य झलि इति सूत्रेण अनुस्वर भवति, चङ्खन् तु भवति, तदनन्तरम् अनुस्वरतै परसवर्ण पुनः चङ्खन् तु इति आगच्छति. लट्लकाररूपाणि किल, लट्लकाररूपाणि किल, आमां लट्लकार चङ्खन् योग इति जादीपित् अस्ति, अत्रापि नाभ्यस्तस्य इति सूत्रेण गुणकार्यं न भवति, केवलं वर्णं भवति, झलि इति कोऽपि कार्यं न भवति इति अजादि अस्ति. सो चङ्खनीति अत्र नाभ्यस्तस्याच् इति सार्वधातुके इत्यस्य प्रसक्तिः अस्ति वा भगिनि अस्मिन् धातुः कृते? अस्ति इति अजादिपित् अस्ति, तस्य प्रसक्तिः अस्ति, पर किं कार्यं न भवति चङ्खन् तत्र कार्यं कोऽपि कार्यं न भवति तत्र निमित्तमेव नास्ति किल भगिनि? अतः प्रसक्तिः एव न भवति. आमाम् अस्तु अस्तु. तदनन्तरं तकार झलादि अपि तस्य परे खन् इति जन् खन् सङ् इति सूत्रेण नकारस्य आत्वं भवति. तद् जन् खनात् इति भवति. जन् खन् योग आ न न एकनिमिषं भगिनि पुनः वदतु, पुनः वदतु रूपं. जन् खन् जन् खन् सन् जन सन्न खना सञ्झलो इति सूत्रेण नकारस्य सन् आकार आगच्छति. तद् अथ जादि अपि तस्य अत्र गम हन जन खन घसा लोप इति सूत्रस्य प्रसक्तिः भवति. अत्र उपधायां लोप भवति चङ्क्नति इति भवति. अकारस्य लोप भवति चङ्क्नति इति भवति. अस्तु भगिनि. इदानीं मणि महोदय. अस्ति वा महोदय? हेमा भगिनी महोदय, मध्यमपुरुषे रूपाणि भवन्ति. चङ्कन्योगः सि इति स्थितिः. अत्र चङ्कन्योगः सि इति वदामः. अत्रापि सित् अस्ति, अतः अङ्गकार्याणि किमपि नास्ति. अत्र केवलं सन्धिकार्याणि भवन्ति. नकारस्य अनुस्वारः भवति, नश्चापदान्तस्य झलि. अतः तत्र तदनन्तरं यैवर्णः नास्ति, अतः अनुस्वारस्य यैपरसवर्णः न कार्यं करोति. केवलं चङ्खांसि इत्येव तिष्ठति अनुस्वारसहित. तदनन्तरम् ईशि इति अस्ति, ईशि पित् अस्ति. क्षम्यतां, तत्र अनुस्वारस्य उच्चारणं कथं करोति? तत्र मकारः इव न उच्चारणीयं वा? चङ्कांसि न, अत्र नासिकया आगच्छति वायुः किञ्चित्. अतः अत्र किं भवति इत्युक्ते चङ्कांसि, चङ्कांसि तादृशं, चङ्कांसि तादृशम्. तत्र मकारः अपि न न श्रोतव्यम्, अपि च नकारः अपि न श्रोतव्यं, न श्रोतव्यं मध्ये. अत्र नासिकया अत्र नकारः अस्ति चेत् जिह्वा दन्तं स्पृशति, मकारः अस्ति चेत् जिह्वा अत्र ओष्ठद्वयं द्वयोः सामीप्यं भवति. इदानीं तु अत्र नासिकया वायुः तावदेव. तदनन्तरम् ईशि इति स्थितिः. ईशि इदानीं पित् अस्ति. अत्र केवलं मेलनं भवति, अङ्गकार्यं किमपि नास्ति, अपि च सन्धिकार्यमपि नास्ति. चङ्कनीशि, परन्तु अन्ते सकारस्य षत्वं भवति आदेशप्रत्ययोः इति कारणेन तत्र प्रत्यय अवयवः अस्ति. अपि च चिन्तयतु भगिनि, किमर्थम् अत्र षत्वं? चङ्कनीशि अत्र पूर्वमेव आसीत् किल, षत्वम् ईशि इत्यस्य. क्षम्यतां, चङ्कनीशि केवलं मेलनमेव भवति. आम्, तदनन्तरं तः त द्वयोः समानकार्याणि भवन्ति. झलादि अपि तस्ति नित्वत् इति कृत्वा अत्र उपधादीर्घः भवति अनुनासिकस्य क्विजलोमिति इति कारणेन. अतः नकारस्य क्षम्यतां, लिखितधातुः अस्ति झनसनखनां सञ्जलोः इति कारणेन खन् स्थिते नकारस्य आत्वं भवति. अतः चङ्कातः चङ्काथ इति रूपाणि. अस्तु अस्तु भगिनि, इदानीं सरला भगिनी भवती करोतु। सुखवनं महोदय, कृतवान् वा महोदय भवान्? प्रायः न। सुखवनं महोदय अस्तु। शङ्खन् योगः मी हलादि पित् प्रत्ययः अस्ति, किन्तु गुणकार्यं न भवति, प्रतिमपि कार्यं नास्ति। चङ्खन् योगः मी इति स्थितौ केवलं वर्णमेलनमेव, चङ्खन्मि चङ्खनीमि एवमेव चङ्खनीमि। चङ्खन् योगः वः, तत्र हलादि अपित् प्रत्ययः अस्ति, किन्तु तत् झलि नास्ति इति कृत्वा तत्र किमपि कार्यं न भवति। चङ्खन्वः चङ्खन्मः इत्येव भवति। लोट्लकाररूपाणि अभवत् महोदय, प्रथमपुरुषरूपाणि। हा, चङ्खन् योगः तु हलादि पित् प्रत्ययः अस्ति, किन्तु अङ्गकार्यं किमपि नास्ति। चङ्खन्तु चङ्खनीतु, इदानीं चङ्खन् योगः तात् इति स्थितौ तत्र झलादि अपित् प्रत्ययः अस्ति इति कृत्वा झनसनखनां सञ्जलोः इति सूत्रेण नकारस्य स्थाने आकारादेशः भवति। चङ्खायोगः तात् चङ्खातात् इति भवति, एवमेव चङ्खाताम् इति भवति। अपि च अतु, अतु अतु, इदानीम् अतु इति स्थितौ अजादि अपित् प्रत्ययः अस्ति इति कृत्वा तत्र आम् अपित् प्रत्ययः अस्ति इति कृत्वा गमहनजनखनघसां लोपः इति सूत्रेण अजादि कित् ङित् प्रत्यये परे उपदालोपः भवति। अतः चङ्क् चङ्क्नतु चङ्क्नतु इति भवति। अत्र एकस्य अनन्तरं स्थितस्य आकारस्य लोपः भवति, चङ्क्नतु इति रूपं भवति। अत्र एकः एव तात् यदा अस्ति महोदय, अत्र तात् मूले तातङ्ग् अस्ति, अतः साक्षात् नित् प्रत्ययः। ओ अपि कृत्वा नित् इति नास्ति, नित् नित् साक्षात् नित् अस्ति तावदेव। परन्तु अत्र अत्र अपित्वम् अपि अस्ति, नित् अस्ति भूत्वा अपित्वमपि अस्ति, परन्तु साक्षात् नित् अस्ति भूत्वा अत्र सूत्रं तादृशमस्ति। मणिमहोदय प्रायः गतवान्, प्रायः अस्ति महोदय, अस्तु अस्तु, इदानीं वदतु महोदय, अत्र लोट्लकार मध्यमपुरुषरूपाणि महोदय। चङ्कन्योः हि अत्र हि जलि अस्ति, अतः जनकनगनसञ्चलोः इति सूत्रं कार्यं करोति, अतः नकारस्य स्थाने आकारादेशः चङ्का इति रूपं हि अस्ति, अतः चङ्का हि इति रूपम् आगच्छति महोदय। तदपरं तात् तात् अपि इति अधः समकार्यम् अपि भवति, नकारस्य स्थाने आकारादेशः, अतः चङ्का तात्, तदपरं तमपि इति समानकार्यं, चङ्कातं चङ्कात इति रूपाणि भवन्ति महोदय। अग्रिममपि करोतु महोदय। आणि चङ्कान् योगः आणि, अत्र आणि जाति पित् अस्ति, अतः नाभ्यस्तचिति सार्वधातुक इति सूत्रं कार्यं कृत्वा उपदा किमपि नास्ति, अत्र इक्वर्णः नास्ति, अतः किमपि कार्यं न भवितुम् अर्हति. गम सन जनकन गसामि इति सूत्र लोपः इति सूत्रं कार्यं कर्तुम् अर्हति. अजादि चित्तस्य अधः मेलनमेव किमपि कार्यं न भवति महोदय. क्षम्यताम्. चिन्ता मास्तु, चिन्ता मास्तु. चिन्तनं समीचीनमेव, चिन्तनं समीचीनमेव. अस्तु महोदय. अतः रूपं किं? शङ्कनानि शङ्कनाव शङ्कनाम. अत्र नत्वं भवितुम् अर्हति महोदय. नत्वस्य प्रसक्तिः अस्ति वा अत्र? अत्र नत्वस्य कृते निमित्तं किम्? अस्तु आङ् अत्र, परन्तु अत्र रसाभ्यां नो नः इति अस्ति किल महोदय. निमित्तं नास्ति, निमित्तम् अस्ति चेदेव अत्र व्यवधानं किमस्ति इति द्रक्ष्यामः. परन्तु निमित्तमेव नास्ति किल महोदय. अत्र रेपः नास्ति, षकारः नास्ति, ऋत्वं नास्ति महोदय. चिन्ता न न चिन्ता मास्तु, चिन्ता मास्तु. समीचीनमेव, चिन्तनं समीचीनमेव. अस्तु, इदानीम् अग्रे गच्छेम. सरला भगिनी, भवती लङ्लकारं प्रथमपुरुषरूपाणि भगिनि. चङ्खन् लङ्लुकि धातु प्रथमम् अडागम आगच्छति, चङ्खन् इति भवति. तदनन्तरं प्रथमपुरुष तकार अस्ति, तिप् अस्ति, झलि अस्ति. अतः गुणकार्यं तस्य प्रसक्तिः अस्ति, किन्तु कोऽपि निमित्तं नास्ति. अकार तस्य गुणः न भवति. इदानीं हल्लाङ्गयोभ्यो दीर्घात् श्रुतिस्य प्रक्तम् इति सूत्रस्य तकारस्य लोपः भवति. अच्छखन् इति पदं भवति. इदानीं पदं भूत्वा तथैव तिष्ठति. अच्छखन् अचङ्खन् इति भवति. तस्य प्रसक्तिः नास्ति, निमित्तं नास्ति कृते. तदनन्तरम् अचङ्खन् योग ईत् ईत् अपि अजादि तित् अस्ति. केवल नाभ्यस्तस्याचि पिति सार्वधातुके इति सूत्रं कार्यं करोति, किन्तु गुण निषेध गुणः नास्ति. कोऽपि कार्यं न भवति, केवलं वर्णमेलनं भवति. अचङ्खन्नि इति भवति. तदनन्तरं चङ्खन् योग ताम्, ताम् इति झलि, झलि अपि नित् नित् अस्ति. इदानीं जनखनसञ्झलो इति सूत्रेण नकारस्य स्थाने आकार आगच्छति. अचङ्खाताम् इति भवति. तदनन्तरं प्रथमपुरुष बहुवचन उः अस्ति. अचङ्खन् योग उः, उः अजादि अस्ति. इदानीं चतुर्थसूत्रं गम हन जन खन घसा लोप नित्यङि तस्य उपधायां लोप भवति. अचङ्खन्नुः इति भवति. अचङ्खन्नुः इति भवति. अस्तु भगिनि. हेमा भगिनि. आं महोदय, मध्यमपुरुषे अचङ्कन्योगः सकारः, अपृक्तवर्णः अस्ति. हल्ण्याभ्यो सूत्रस्य पृक्तं हल् इत्यनेन सकारस्य लोपः भवति. इदानीम् अचङ्कन् इत्येव पदं भवति, तदेव रूपमपि. तदनन्तरम् ईः इति स्थितिः. अचङ्कन्योगः ईः, अत्रापि किमपि कार्यं नास्ति, केवलं मेलनं भवति. अङ्गकार्यमपि नास्ति, सन्धिकार्यमपि नास्ति. अचङ्कनीः इति स्थितिः. तं त द्वयमपि झलादिः अस्ति, अपि च अपि तस्ति णित्वत् भवति इति कृत्वा अत्र उल्लिखितधातुः अस्ति. अत्र अतः विशिष्टकार्यं भवति, नकारस्य स्थाने आत्वं भवति, जनसनखनां सञ्जलोः इति कारणेन तत्र चङ्कान् चङ्कान्योगः तं क्षम्यताम् अकारः अपि अस्ति सर्वत्र लुङ्लङ् लङ् लृङ्षु अडुदातः कारणेन, अतः अचङ्कातम् अचङ्काथ इति रूपाणि भवति। सरला भगिनी, भवती अपि अडागमः उक्तवती वा? अस्तु अस्तु, धन्यवादः। अस्तु सुगौरव महोदय, अत्र लङ्लकारं समापयतु महोदय। हा, चङ्कन् योगः अम् अजादि पित् प्रत्ययः, किमपि कार्यं नास्ति, अङ्गकार्यं वा गुणकार्यं वा नास्ति, अचङ्खनम् इति भवति। एवमेव अचङ्खन् योगः वा, तत्र झलादि हलादि इति अपित् प्रत्ययः, न तु झलादि इति कृत्वा पुनः किमपि कार्यं नास्ति। अचङ्खन्व अचङ्खन्म इति भवति। अत्र मणिमहोदय, अत्र विधिलिङ्ग रूपाणि वदतु महोदय। जलि नास्ति अतः किमपि कार्यं न भवति। चङ्कन्यात् चङ्कन्यातां चङ्कन्युः चङ्कन्याः चङ्कन्यात्तं चङ्कन्यात् चङ्कन्यां चङ्कन्याव चङ्कन्याम इति रूपाणि भवन्ति महोदय। अस्तु, बहु समीचीनमस्ति। अत्र एकः एव प्रश्नः अस्ति, अत्र लोट्लकारं मध्यमपुरुष एकवचने यदा चङ्कन् योगः हि अस्ति, अत्र जनसनखनान् सञ्झलोः इत्यनेन यदा नकारस्य आत्वं भवति चङ्खायोगः हि, अत्र अन्यत् किमपि कार्यं कार्यस्य चिन्तनमस्ति वा? अत्र तस्य हस्तो अकारसङ्घात् परस्य न महोदय, तावदेव तावदेव तावदेव अतो हे हे इत्यस्य प्रसक्तिः एव नास्ति इदानीम्। अस्तु अस्तु, समीचीनमेव तावदेव। ह्रस्वकारः अस्ति चेदेव प्रायः अतो हे इत्यस्य किमपि चिन्तनं, परन्तु अत्र चङ्खा हि यदा भवति अत्र अतो हे इत्यस्य प्रसङ्गः एव नास्ति, तावदेव। अत्र समापयामि इदानीम्। अन्य कोऽपि प्रश्नः नास्ति चेत् विरमामः। धन्यवादः महोदय। धन्यवादः महोदय, शुभरात्रिः। शुभरात्रिः, धन्यवादः। शुभरात्रिः।